पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 69 मातलिरुवाच अथ धर्मा शिवेनोक्ता शिवधर्मागमोत्तमाः ज्ञेया बहुविधास्ते च कर्मयोगप्रभेदतः हिंसादिदोषनिर्मुक्ता क्लेशाया स विवर्जिताः सर्वभूतहिता शुद्धा सूक्ष्माया सा महद्फलाः अनन्तशाखाकलिता शिवमूलैकसंश्रिताः ज्ञानध्यानसुपुष्पाढ्या शिवधर्माः सनातनाः धारयन्ति शिवं यस्माद्धार्यते शिवभाषितैः शिवधर्मा स्मृतास्तस्मात् संसारार्णवतारकाः तथा हि सा क्षमा सत्यं ह्रीश्रद्धेन्द्रियसंयमः दानमिज्या तपोदानं दशकं धर्मसाधनम् अधव्यस्तैः समस्तैर्वा शिवधर्मैरनुष्ठितैः शिवैकरस्य सम्प्राप्तैर्गतिरेकैव कल्पिता यथा भूसर्वभूतानां स्थानं साधारणं स्मृतम् तत्तथा शिवभक्तानां तुल्यं शिवपुरं स्मृतं यथेह सर्वभूतानां भोगात्सातिशया स्मृताः नानापुण्यविशेषेण भोगा शिवपुरे तथा शुभाशुभफलं चापि भुज्यते सर्वदेहिभिः शिवधर्मस्य चैकस्य फलं तत्रोपभुज्यते यस्य यादृक् भवेत्पुण्यं श्रद्धापात्रविशेषतः भोगा शिवपुरे तस्य ज्ञेया सादिशयाशुभाः स्थानप्राप्तिः परं तुल्या भोगा शान्तिमया स्थिताः कुल्यात्पुण्यं महत्तस्मान्महाभोगजिगीषया सर्वादिशयं मे वैकम्भावितं च सुरोत्तमैः आत्मभोगाधिपत्यं स्याच्छिवः सर्वजगत्पतिः केचित्तत्रैव मुञ्ज्यं ते ज्ञानयोगरता नराः आवर्तन्ते पुनश्चान्ये संसारे भोगतत्पराः तस्माद्विमुक्तिमिच्छंस्तु भोगासक्तिं च वर्जयेद विरक्तशान्तचित्तात्मा शिवज्ञानमवाप्नुयात् ये चापि शान्यहृदया यजन्तीशं प्रसङ्गतः तेषामपि ददातीशस्थानं भावानुरूपदः तत्रार्चयन्तीं ये रुद्रं सकृदुच्छिन्नकल्मषाः तेषां पिशाच लोकेषु भोगानीशप्रयच्छति संतप्ता दुःखभारेण म्रियन्ते सर्वदेहिनः अन्नदपुण्यदप्रोक्तप्राणदश्चापि सर्वदः तस्मादन्नप्रदानेन सर्वदानफलं लभेत् त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च अन्नदानप्रदः सर्वमिहामुत्रफलं लभेत् यस्यान्नपानपुष्टाङ्गकुरुदे पुण्यसञ्चयम् अन्नप्रदातुस्तस्यार्थं कर्तुश्चार्थं न संशयः धर्मार्थकाममोक्षाणां देहपरमसाधनं स्थितिस्तस्यान्नपानाभ्यामदस्तत् स सर्वसाधनम् अन्नम् प्रजापतिः साक्षादन्नम् विष्णुशिवस्वयम् तस्मादन्नसमं दानं न भूतं न भविष्यति त्रयाणामपि लोकानामुदगं जीवनं स्मृतं पवित्रमुदगं दिव्यं शुद्धं सर्वरसायनम् अन्नपानाश्वगो वस्त्रशय्यासूत्रासनानि च प्रदलोके प्रशस्तानि दानान्यष्टौ विशेषदः एवं दानविशेषेण धर्मराजपुरं नरः यस्माद्यादिसुखेनैव तस्माद्धर्मं समाचरेद ये पुनक्रूरकर्माणः पापादानविवर्जिताः भुञ्जदे दारुणं दुःखं नरके नृपनन्दन तथा सुखं प्रभुं जन्ति दानकर्तार एव तु तेषां तु सम्भवेत् सौख्यं कर्मयोगरदात्मनाम् अप्रमेयगुणैर्दिव्यैर्विमानैः सर्वकामकैः असङ्ख्यैस्तत्पुरं व्याप्तम् पाणिनामुपकारकैः सहस्रसोमदिव्यं वा सूर्यतेजःसमप्रभं रुद्रलोकमिति प्रोक्तमशेषगुणसंयुतं सर्वेषां शिवभक्तानां तत्पुरं परिकीर्तितं रुद्रक्षेत्रे मृतानां च जङ्गमस्थावरात्मनाम् अप्येकदिवसं भक्त्या यः पूजयति शङ्करं सोऽपि यादि शिवस्थानं किं पुनर्बहुशोर्चयन् वैष्णवा विष्णुभक्ताश्च विष्णुध्यानपरायणाः तेऽपि गच्छन्ति वैकुण्ठे समीपं देवचक्रिणः ब्रह्मवादी च धर्मात्मा ब्रह्मलोकं प्रयाति सः पुण्यकर्ता सुपुण्येन पुण्यलोकं प्रयाति च तस्मादीशे सदा भक्तिं भावयेदात्मनात्मनि हरौ वापि महाराज युक्तात्मा ज्ञानवान् स्वयं तस्मात् सर्वविचारेण भावदोषविचारदः एवं विष्णुप्रभावेण विशिष्टेनापि कर्मणा नरस्थानमवाप्येद देशभावानुरूपतः इत्येतदपरं प्रोक्तं श्रीमच्छिवपुरं महद देहिनां कर्मनिष्ठानां पुनरावर्तकं स्मृतम् ऊर्ध्वं शिव पुराज्ञेयं वैष्णवं लोकमुत्तमं वैष्णवा मानवायान्ति विष्णुध्यानपरायणाः ब्राह्मणा ब्रह्मलोकं तु सदा चारा नरोत्तमाः प्रयान्ति यज्विनः सर्वे पुरीं तां तत्त्वकोविदाः ऐन्द्रं लोकं तथा यान्ति क्षत्रिया युद्धशालिनः अन्ये च पुण्यकर्तारपुण्यलोकान् प्रयान्ति ते इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने पितृतीर्थे ययादिचरिते एकोनसप्ततितमोऽध्यायः ॐ